अस्तु, तर्हि सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति यङन्तदातवः. तत्र च गतसप्ताहे अभ्यासः नाम कः, अभ्यस्तं नाम किम्, अवश्यद्वित्तं कथं करणीयं, तत् सम्बन्धीयः कश्चन विचारः जातः. तस्य च किञ्चित् पुनस्मरणं कृत्वा अग्रे गच्छेम. स च विषयः वस्तुतः न समाप्तः, तर्हि किञ्चित् पश्येम किं किम् अस्ति इति. अस्तु, अभ्यासः अपि च अभ्यस्तं, तत् किम् इति शुकवनम तत्र वदति वा? तत्र सूत्रं वदति पूर्वाभ्यासः इति. तर्हि यस्य द्विवारम् उच्चारणं जातं तस्य प्रथमभागस्य अभ्यासः इति नाम उभे अभ्यस्तम् इति मिलित्वा ययोः उच्चारणं द्विवारं भवति, तौ मिलित्वा अभ्यस्त इति संज्ञा सत्यं. तत्र अभ्यस्त तत्र प्रश्नः आसीत्, तत्र यङन्तदातुः यथा भूभूय तत्र अभ्यस्तं किम्? भूभू इति अभ्यस्तं. सत्यं सत्यम्. अस्तु, बहु समीचीनमस्ति, अग्रे गच्छेम. इदानीं द्वित्वं करणीयम् इत्यस्मिन् चिन्तनं साधितम् अस्माभिः. इदानीं सारांशत्वेन पुनः किञ्चित् पश्येम. कः वदति? अस्तु, विद्याभगिनी वदति वा? आं महोदय, इत्युक्ते तत्र द्वित्वस्य प्रसङ्गे इतोपि अधिकं चिन्तनम् इत्यस्मिन् विषये खलु. इत्युक्ते तत्र एतावत् अस्माभिः किं चर्चितम् इति चेत्, तत्र धातुः औपदेशिकधातुः एकाच् अस्ति चेत् तत्र भाष्यकारस्य चिन्तनं किम् आसीत् इति अस्माभिः चर्चितं गतवर्गे. तर्हि अत्र निज् इति धातोः विषये तत्र भाष्यकारः स्पष्टतया वदति कथं किं करणीयमिति. निज् इति औपदेशिकधातुः औपदेशिकधातुं स्वीकुर्मः चेत् तत्र निज् इति धातुः हलादिः अस्ति, एकाच् अस्ति, एकाच् धातुः अस्ति इति कृत्वा तत्र एकाचो द्वे प्रथमस्य इति सूत्रेण इति सूत्रे एकाच् इत्यस्य कः अर्थः, एकाचो द्वे प्रथमस्य इति सूत्रे एकाच् इत्यस्य कः अर्थः इति चेत् एकः अच् यस्मिन् सः इति विग्रहे सति, तर्हि एकाच् इति अवयवस्य विशेषणम् अस्ति, तर्हि एकाच् अवयवः इत्यर्थः. तर्हि निज् इति धातौ तत्र एकः अच् अस्ति, कः अच्वर्णः इति चेत् इकारः एव अच्वर्णः. तर्हि तत्र एकाच् अवयवः इति चेत् तत्र निज् इति समग्रमपि एकाच् भवितुमर्हति, अथवा नी इति एकः अवयवः यत्र एकः अच् अस्ति सः अपि भवितुमर्हति, नो चेत् ई इति एकः अवयवः एकाच् भवितुमर्हति, नो चेत् इज् इति एकः अवयवः अपि भवितुम् अर्हति. तर्हि तत्र चत्वारः सम्भावनाः सन्ति. तेषु तत्र किं समीचीनम् इति वयं चिन्तयामः चेत् ई इति अवयवः नो चेत् इज् इति अवयवं स्वीकुर्मः चेत् अत्र तु निज् इति प्रसङ्गे इष्टरूपं न सिद्ध्यति, यतोहि तत्र नेनिज् इति अङ्गम् इष्टं, परन्तु तद् न सिद्ध्यति ई अथवा इज् इति अवयवं स्वीकुर्मः चेत्. अतः तद् वयं त्यजामः. इदानीं तत्र नी अथवा निज् इति सम्भावनाद्वयम् अस्ति. तयोः मध्ये किं कथं भवति द्वित्वम् इति पश्यामः चेत्, नी इति स्वीकुर्मः चेत् तत्र किं भवति इति चेत् तत्र नी इति भागस्य एव द्वित्वं, निज् इति धातौ नी इति भागस्य द्वित्वं कुर्मः चेत् एकाचो द्वे प्रथमस्य इति सूत्रेण, तर्हि नी नी ज इति भवति, नी नी ज. तर्हि तत्र तत्र विशिष्टसूत्रेण गुणं कृत्वा ने निज् इति अङ्गं सिद्ध्यति. एवमेव तत्र निज् इति समग्रमेव स्वीकृत्य द्वित्वं कुर्मः चेत् तत्र निज् इत्यत्र निज् निज् इति भवति, तदनन्तरं हलादिशेषः इति कृत्वा तत्र नीनिज् इति भूत्वा नेनिज् इति भवति। तर्हि उभयत्रापि नेनिज् इति अङ्गं सिद्ध्यति। तर्हि तयोः मध्ये किं समीचीनं, उभयमपि समीचीनं वा इति चेत् अत्र पश्यामः, तत्र नी इति एकाच् अवयवः इति वयं स्वीकृत्य द्वित्वं कुर्मः चेत् अत्र समस्यात्रयं भवति इति अस्माभिः चर्चितं, भाष्यकारः तस्मिन् विषये अपि प्रतिपादयति। तत्र नी नी इति अभ्यस्तम् इत्युक्ते तत्र यथा इदानीमेव चर्चितं, यदि नी इति भागं स्वीकृत्य द्वित्वं कुर्मः चेत् नी नी ज इति यद् रूपं सिद्ध्यति तत्र नी नी इति अभ्यस्तम् अस्ति। प्रथमभागः अभ्यासः, पूर्वोऽभ्यासः इति प्रथमभागः तस्य अभ्याससंज्ञा भवति, अनन्तरं नी नी इति भागस्य अभ्यस्तसंज्ञा भवति। तर्हि नी नी इति भागस्य अभ्यस्तसंज्ञा भवति चेत् तत्र समस्यात्रयं भवति इति चर्चितं। प्रथममस्ति अदभ्यस्तात् इति सूत्रम्। अदभ्यास् इति सूत्रं किं वदति इति चेत् अभ्यस्तसंज्ञकात् अङ्गात् परस्य झ इति प्रत्ययस्य आदिम अवयवस्य स्थाने अतादेशः भवति इति उक्तं। तर्हि नी नी ज इति स्थितौ नी नी ज योगः झि इति प्रत्ययः अस्ति चेत् इदानीम् अदभ्यस्तात् इति सूत्रेण कार्यं भवितुम् अर्हति वा इति चिन्तयामः चेत् तत्र नी नी इति भागस्य एव अभ्यस्तसंज्ञा अस्ति, तस्य साक्षात् अनन्तरं झि इति प्रत्ययः नास्ति, यतोहि मध्ये जकारः व्यवधानरूपेण अस्ति। अदभ्यस्तात् इति सूत्रे अभ्यासात् अङ्गात् इति पञ्चम्यन्तम् अस्ति, इत्युक्ते साक्षात् तस्माद् इति उत्तरस्य इत्यनेन साक्षात् तस्य अभ्यस्त अङ्गस्य अनन्तरं ज इति प्रत्ययः अस्ति चेत् अत्तादेशः भवितुमर्हति। परन्तु अस्माकं उदाहरणे नी नी ज इत्यत्र नी नी ज योगः झि इति अस्ति चेत् तत्र ज इति व्यवधानरूपेण अस्ति इति कृत्वा अदभ्यस्तात् इत्यस्य कार्यं न भवति। एवम् एव लङि नी नी ज इत्यत्र तत्र किं झि इति प्रत्ययस्य स्थाने उस् इति आदेशः, तत्र जुस् इति आदेशः भवितुम् अर्हति वा, सिजभ्यस्तात् विधिभ्यश्च इति सूत्रेण जुस् इति आदेशः भवितुम् अर्हति वा इति पश्यामः चेत् तत्र तस्मिन्नपि सूत्रे किमुक्तम् इति चेत् नित्लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद्धातोः च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशः भवति इति उक्तम्। तर्हि तत्रापि अभ्यस्तसंज्ञकात् अङ्गात् झि प्रत्ययस्य स्थाने जुस् आदेशः भवति इत्युक्तम्। परन्तु इदानीम् अस्माकम् उदाहरणे नी नी ज इत्यत्र नी नी इति भागस्य एव अभ्यस्तसंज्ञा अस्ति, तस्मात् उत्तरस्य झि इति प्रत्ययः नास्ति, मध्ये जकारः व्यवधानरूपेण अस्ति इति कृत्वा सिजभ्यस्तविधिभ्यश्च इति सूत्रस्यापि कार्यं न भवति। कार्यं न भवति चेत् तत्र इष्टरूपं न प्राप्नुमः। निज् धातोः कृते लटि लोटि प्रथमपुरुषे बहुवचने इष्टरूपं न प्राप्नुमः, एवमेव लङि प्रथमपुरुषे बहुवचने इष्टरूपं न प्राप्नुमः इति समस्या द्वयमस्ति। अपि च तृतीयमस्ति तत्र शतृप्रसङ्गे नी नी ज इति अस्ति, तस्मात् तत्र शतृप्रत्ययः अत् इति यदा विधीयते तर्हि तत्र तत्र जुहोत्यादिगणे निज् धातुः जुहोत्यादिगणीयधातुः अस्ति, तत्र श्लौ इत्यनेन द्वित्वं भवति इति वयं जानीमः। तत्र कुत्र नुमागमः भवितुम् अर्हति इत्यस्मिन् विषये शत्रन्तप्रसङ्गे किम् उक्तम् इति चेत् पुल्लिङ्गप्रसङ्गे सर्वत्र नुमागमः भवति, शत्रन्ताङ्गस्य नुमागमः भवति, सर्वनामसनसंज्ञकप्रत्यये परे अस्ति इति वयं जानीमः। परन्तु अङ्गम् अभ्यस्तम् अस्ति चेत् तत्र नाभ्यस्ताच्छतुः इति सूत्रेण नुमागमस्य निषेधः भवति। तत्र तत्सूत्रं किं वदति इति चेत् अभ्यस्तात् अङ्गात् उत्तरस्य शतुः नुम् न भवति इति उक्तं। तर्हि अभ्यस्तात् अङ्गात् उत्तरस्य शतुः इति उक्तं। तर्हि इदानीं नी नी ज इति स्थितौ नी नी ज योगः अत् इति प्रत्यये, तर्हि अभ्यस्तात् अङ्गात् उत्तरस्य शतृप्रत्ययः अस्ति वा इति पश्यामः चेत् तत्र नी नी इति अभ्यस्तम् अस्ति, तस्य अनन्तरं जकारः व्यवधानरूपेण अस्ति पुनः अत्रापि, अतः नाभ्यस्तात् छतुः इति सूत्रस्य कार्यं तत्र न भवति इति कृत्वा तत्रापि नुमागमस्य प्रसङ्गः भवति, यत्तु न यत्तु अनिष्टमस्ति इति कृत्वा तत्रापि समस्या भवति। तर्हि आहत्य एकाच् इत्यस्य कः अर्थः इति अत्र पश्यामः चेत् तत्र नी इति एव भागं स्वीकृत्य द्वित्वं कुर्मः चेत् समस्यात्रयं भवति, अतः तत् स्वीकर्तुं न शक्यते, अतः समग्रधातोः निज् इति समग्रस्य द्वित्वं कुर्मः चेदेव समीचीनं भवति इति तत्र सारांशः अस्ति. तर्हि आहत्य सारांशः कः इति चेत्, धातुः एकाच् अस्ति चेत्, औपदेशिकधातुः एकाच् अस्ति चेत् समग्रधातोः एव द्वित्वं करणीयं, यथा तत्र श्लौ प्रसङ्गे, लिटि प्रसङ्गे, चङ्गि प्रसङ्गे, सर्वत्र औपदेशिकधातुः एकाच् अस्ति चेत् समग्रधातोः एव द्वित्वं. यत्र औपदेशिकधातुः अनेकाच् अस्ति तत्र किं भवति इति चेत्, यथा अस्माभिः पूर्वं चर्चितमस्ति, तत्र अनेकाच् धातुः हलादिः अस्ति चेत् तत्र प्रथम एकाच् भागस्य द्वित्वं करणीयं. तत्र एकाच् भागस्य द्वित्वम् इत्युक्ते तत्र अच् पर्यन्तं स्वीकृत्य द्वित्वं करणीयम्. अजादिधातुः अस्ति चेत् द्वितीय एकाच् भागस्य द्वित्वं करणीयम् इति सामान्यतया तत्र उक्तमस्ति. तदर्थम् उदाहरणद्वयमपि प्रदर्शितं. तत्र जागृ इति धातुः अनेकाच् धातुः, औपदेशिकधातुः अनेकाच् अस्ति, हलादिः अपि अस्ति. तस्मिन् सन्दर्भे तत्र कथं द्वित्वं भवति इति चेत्, जागृ इत्यत्र जा इति भागः प्रथम एकाच् भागः इति वयं स्वीकुर्मः चेत् तर्हि तस्य द्वित्वं भवति, जा जागृ इति द्वित्वम्. ऊर्णु इति धातुं स्वीकुर्मः चेत् ऊर्णु इति अपि अनेकाच् अस्ति, अजादिः अस्ति, तर्हि इदानीम् अजादेव् द्वितीयस्य इत्यनेन द्वितीय एकाच् भागस्य द्वित्वं भवति. तर्हि द्वितीय एकाच् भागः कः इति चेत्, रेपात् आरभ्य उकारपर्यन्तं ऋणु इति भागः एकाच् भागः. तत्र नन्द्राः संयोगादयः इत्यनेन रेपस्य द्वित्वं न भवति इति कृत्वा ऊर्णु नु इति द्वित्वं सिद्ध्यति इति औपदेशिकधातूनां विषये विचारः आसीत्. तत्पश्चात् इदानीं भाष्यकारस्य मतं तु बहु सुन्दरमस्ति, बहु सुन्दरमस्ति, बहु समीचीनमस्ति भगिनि, धन्यवादः. इदानीं किञ्चित् पश्येम. राजेन्द्रमहोदय, भवान् किम् अवगतवान् तावता? आं महोदय, भवान् किम् अवगतवान्? अहं प्रयत्नं करोमि, यथा भगिनी उक्तवती तत् प्रयत्नं करोमि महोदय. संक्षेपेण अत्र किम् अस्ति, अत्र अस्माकं पुरतः प्रश्नः अस्ति, द्वित्वं कथं कुर्मः, यथा एकाच् कोऽपि धातुः अस्ति तत्र कथं द्वित्वं कुर्मः चेत्, हलादिधातुः अस्ति तत् तत् सम्पूर्णं धातु स्वीकुर्मः चेत् अथवा किमपि भागस्य एकाच् भागस्य एव द्वित्वं कुर्मः. अस्माकम् उदाहरणम् अत्र अस्ति निज् धातु एकाच् अस्ति, सम्पूर्णधातु एकाच् एव अस्ति, परन्तु तत्र चत्वारः विकल्पाः सन्ति यत्र द्वितं कर्तुं शक्नुमः. निज् सम्पूर्णधातु एवम् इज् तत् स्वीकर्तुं शक्नुमः, परन्तु वयं तु जानीमः इ अथवा इज् तत्र तु अजादिधातुः अस्ति, तत्कारणात् तथा तत्र द्वितं भवति चेत् इष्टं सार्धधातुरूपं न सिद्ध्यति मेनि यथा अस्माकम्. एकनिमेषः, एतत् सर्वम् इदानीं विद्याभगिनी उक्तवती, पुनः वदनस्य आवश्यकता नास्ति. केवलम् अत्र वदतु यत् प्रसङ्गः कः, नियमः कः, अपि च नियमः अस्ति यत्र एकाच् धातुः अस्ति तत्र हलादिधातुः अस्ति तत्र सम्पूर्णधातु स्वीकुर्मः तत् तादृशी प्रक्रिया प्रचलति चेत् इष्टं रूपं प्राप्नुमः, अपि च कोऽपि समस्या न आगच्छति तत्र. हलादिधातुः अस्ति चेत् आम् हलादिधातु अजादिधातु अजादि हलादि एकाच् धातुः अस्ति चेत् अजादि अस्ति चेत् तत्र तु किं कुर्मः, तत्र यथा ऊर्णु अस्माकम् उदाहरणमस्ति, तत्र एकाच् धातुः नास्ति खलु. आं तत्तु तत्र नास्ति, तत् सत्यं महोदय. अतः प्रश्नः अत्र अजादिधातुः अस्ति, तत्र तु किञ्चित् परिगणे दात्वा एव तत् धृतुं भवति, अन्यथा धृत्वा न। अत्र अत्र यङ् यङ् यङ् अन्त तु यङ् लुक् इति प्रसङ्गः नास्ति, अत्र सर्वत्र यत्र यत्र द्वित्वं भवति इति इदानीं सिद्धान्तः अस्ति। अत्र सिद्धान्तः अस्ति यत् एकाच् धातुः अस्ति चेत् अजादि अस्ति चेत् अजादि अस्ति तत् तत् द्वित्वं यः हलादिभागः अस्ति तस्य एव द्वित्वं भवति, यथा अट् किं न यथा अट् स्वीकुर्मश्चेत् तत्र तत्र भवति न अत्र यङ् इति त्यजतु, अस्माकं चिन्तनं तथा नास्ति, अत्र द्वित्वम् इति सिद्धान्तः अस्ति। अपि च अट् यथा अस्ति तत्र एकनिमेषः वदामि एकवारं, यत्र धातुः एकाच् अस्ति तत्र हलादिः भवतु वा अजादिः भवतु वा, तत्र एकाच् धातुः अस्ति चेत् अस्माकं सिद्धान्तः कः, सम्पूर्णधातुः स्वीकरणीयः, तत्र हलादिः वा अजादि वा इति चिन्तनं नापेक्षितमस्ति। अस्तु महोदय, आरम्भतः एव आरम्भतः अस्माभिः तथा उक्तमासीत्, इदानीं प्रश्नः आगतः आसीत् यत् किमर्थं, तदर्थमेव भाष्यकारस्य उदाहरणं दत्तमस्ति निजधातोः, तथा न कुर्मः चेत् समस्या जायते, तत्र त्रीणि उदाहरणे दत्तानि, पुनः वदस्य आवश्यकता नास्ति। इदानीं नाम प्रसङ्गः कः, एकाच् धातुः, एकाच् धातुः, एकाच् धातुः अस्ति चेत् सम्पूर्णधातुः स्वीकरणीयः द्वित्वार्थं, न कुर्मः चेत् समस्या जायते, तत्र समस्यात्रयम् इति प्रदर्शितमस्ति। अस्तु, तावता अस्ति इति सारांशः, इदानीम् अग्रे गच्छामः। न इदानीं तत्र उपदेशिकधातुः अस्ति चेत् अनेका धातुः अस्ति चेत् तत्र किं करणीयमस्ति, अनेका उपदेशिकधातुः अस्ति अनेकाच् अस्ति तत्र तत्र हलादि अस्ति तत्र हलादिप्रसङ्गः आगच्छति महोदय, उपदेशिक अथवा ऐ मीन् हलादि अथवा अजादि अस्ति तत्र प्रसङ्गः आगच्छति महोदय, एवं वा महोदय, उपदेश अनेकाच् धातुः अस्ति तत् प्रथम एकाच् भागस्य हलादि अस्ति, प्रथम एकाच् भागस्य द्वित्वं भवति। अपि चेत् स च भागः कः, कुत्र समाप्यते, एकाच् पर्यन्तम् अच् अच् अच् पर्यन्तं यः भागः अस्ति तस्य द्वित्वं भवति। अस्तु, अजादि अस्ति चेत्, अजादि अस्ति चेत् तत् द्वितीयभागस्य अनेकाच् अस्ति तत्र द्वितीयभागस्य द्वित्वं भवति। कुत्र आरभ्यते, तत्र अच् प्रत्ययपर्यन्तं, यथा यतः यथा ऊर्णु ऊर्णु अस्ति तत्र नून् ऊर् तत् भागस्य द्वितं न भवति, नु भागस्य एव द्वितं भवति, नु नु भवति अत्रापि, यतोहि अत्र ऊर् इति ऊ इति यावत् प्रथमभागः एकाच् भागः तत्र ऊ इति यावत् अस्ति तत्र न भवति, तस्य द्वित्वस्य कार्यं नास्ति, तत्र रेफा या अत्र अस्ति ऊर्नु मध्ये तत्र न न्यन्द्रा संयोगात् दस्य तत्र रेफः संयोग तत्र रेफस्य द्वित्वं न करणीयं सूत्रमस्ति। सत्यम्, अस्तु अस्तु, एतावता एकाच् धातोः अपि च औपदेशिकधातोः द्वित्वं यत्र अनेकाच् धातुः। इदानीम् आतिदेशिकधातुः धातोः द्वित्वं तत् कुत्र इति चेत् संयङि च संयङोः तिनेन, अस्तु तत्र आमाम् अस्तु महोदय, धन्यवादः, बहु समीचीनमस्ति, तत्र अग्रे गच्छेम। इदानीं सन्ध्या भगिनी अग्रे, आम् महोदय, एकः प्रश्नः अत्र जाजाग्रु इति प्रसङ्गे तत्र अजीनः व्यञ्जनं परेण इति तादृशनियमस्य प्रसङ्गः नास्ति वा? कथं तत्र एकाच् भागः इति निर्णीतः? अत्र तादृशनियमः तत्र आवश्यकता नास्ति खलु? अत्र हल्वर्णः एकाकी नास्ति खलु? भवत्याः प्रश्न अधीनं व्यञ्जनं परेण संयोज्यम् इति अत्र न भवति, नाम जागृ, यतोहि जकारः एकाकी नास्ति, तस्मिन् परे अकारः अस्ति, तस्मात् परे अपि च तत्र गकारस्य अनन्तरं ऋकारः अस्ति. किमर्थं जाग् इति न स्वीकर्तुं शक्यते इति प्रश्नः. जाग् वस्तुतः कोऽपि तत्र व्याकरणग्रन्थेषु तत्र केनचित् कृतमस्ति, केनचित् कृतमस्ति, परन्तु परन्तु मातॄणां नियमः तथा अस्ति, यत्र एकाच् तत्र यत्र एकाच् वर्णः आगच्छति, यत्र अच् वर्णः आगच्छति तत्र समाप्यते. जागपि भवितुमर्हति इत्युक्ते अत्रापि अजीन अजीनव्यञ्जनं परेण इति नियमेन एव भवति इति भाति मम, खलु? कथम् इत्युक्ते जाग् इति तत्र गकारः अकारेण योजितः, जा इति तत्र गकारः जाग् इति न स्वीकृतं, केवलम् अच् पर्यन्तमेव स्वीकृतम् इति कृत्वा तत्र गकारः. नाम जाग् जाग् इत्यस्य समर्थने नास्ति, जा इत्यस्य समर्थने अस्ति खलु, इति खलु? आम्, अत्रापि तादृशनियमः अस्ति इति. सत्यं सत्यं सत्यं तत् सत्यम्. अस्तु, तर्हि अत्र सनि यङि तत्र विलक्षण परिस्थितिः अस्ति, यतोहि तत्र षष्टिविभक्तिः अस्ति संयङोः, तदर्थं प्रत्ययः स्वयं धातोः भागः द्वित्वार्थम् इति कृत्वा परिस्थितिः भिन्ना अस्ति. अपि च अत्र साक्षात् भाष्यकारः न उक्तवान् कथं करणीयमस्ति. अत्र यत्र एकाच् धातुः अस्ति तत्र तैः उक्तमस्ति यत् कथं करणीयमस्ति, किमर्थं च तथा न कुर्मः चेत् एतादृशी समस्या जायते इति उक्तम्. अपि च जागृ अपि च ऊर्णु इति द्वयोः धातोः उदाहरणं तैः अपि दत्तम्. अनेकाच् औपदेशिकधातुः अस्ति चेत् इदानीम् आतिदेशिकधातुः यत्र धातुः स च धातुः अनेकाच् अस्ति, तत्र भाष्यकारैः न उक्तमस्ति. तर्हि अग्रे गत्वा अस्माभिः किं करणीयमस्ति इति सन्ध्याभगिनी अग्रे वदति वा? आतिदेशिकधातुः अस्ति, अपि च तत्र अनेकाच् आतिदेशिकधातुः इति, सर्वदा आतिदेशिकधातवः अनेकाच् इति ये भवन्ति तेषां विषये यथा इदानीमेव उक्तं, साक्षात् किमपि तत्र भाष्यकारेण किमपि न उक्तं, किन्तु तत्र सिद्धान्तद्वयम् अस्ति, यत् पुनः सिद्धान्तद्वयमपि महाभाष्ये एव तद्विषये उक्तमस्ति, तस्य प्रयोगं कुर्मः इति. प्रथमसिद्धान्तः अस्ति अजीनं व्यञ्जनं परेण संयोज्यम् इति महाभाष्यवाक्यं. तस्य उदाहरणमस्ति तत्र ग्रामाद् आगच्छति इत्यत्र दकारस्य तत्र यः दकारः अस्ति सः अच हीनः अस्ति, तस्मिन् अच् इति संयोजितः वर्णः नास्ति, तर्हि तस्य संयोजनं तस्य अग्रे यः आकारः अस्ति तेन क्रियते इति, तर्हि ग्रामादागच्छति इति तादृशं किमपि इति. तर्हि दकारः अजीनः तत् स्वयं तस्य सम्बन्धः परः यः परं यद्व्यञ्जनम् अस्ति तेन सह तस्य संयोगः भवति इति एकः सिद्धान्तः. तथा अस्ति चेत् इदानीं यदि वयं आतिदेशिक धातुं यङन्तधातुं यदि स्वीकुर्मः पठ्य पठ्योगः य इत्यत्र, तर्हि तत्र इदानीं द्वित्वं करणीयं चेत् तत्र पठ् इत्यस्य भागस्य द्वित्वम् अथवा प इत्यस्य भागस्य इत्यादिकं, तर्हि ठकारस्य संयोजनं तस्य परः यः यकारः अस्ति तेन सह कृत्वा प इति एकः भागः ठ्य इति एकः भागः इति निश्चीय तत्र प इत्युक्ते प योगः अ इत्यस्य भागस्य द्वित्वं कुर्मः, तर्हि प पठ्य इति, तदानीं तत्र अभ्यासः भवति प योगः अ इति भागः अभ्यासः, यतोहि तस्य द्वित्वं वयं कृतवन्तः, अपि च प प इति द्वयमपि मिलित्वा अभ्यस्तम् उभयभ्यस्तम् इत्यनेन. तद्वदेव तत्र यदि अजादि धातुं स्वीकुर्मः, अजादि यङन्तधातुः, तत्र अट् योगः य इति भवति चेत् तत्र अकारस्य तु तत्र न भवति, इदानीं द्वित्वं न भवति, इदानीं तत्र ट अपि च यः टकारः अस्ति सः अधीनं तद् अधीनं व्यञ्जनं, तर्हि तस्य संयोजनं तस्य परः यः यकारः अस्ति तेन कुर्मः इति कृत्वा तत्र ट्या इत्यस्य द्वित्वं तत्र ट्या तस्मिन् ट्या इत्युक्ते टकार यकार अकार इति भागस्य नाम अभ्यासः, तस्य द्वित्वं जातं सः अभ्यासः, अपि च तद्वयमपि मिलित्वा ट्या ट्या इति मिलित्वा अभ्यस्तम् इति एकः सिद्धान्तः अध्ययनं व्यञ्जनं परेण संयोज्यम् इति स्वीकृत्य. तत्र द्वितीयः सिद्धान्तः अस्ति तत्र बुद्धिम् अनुसृत्य तत् करणीयम् अस्ति इति कृत्वा, अत्र बुद्धिः किम् इत्युक्ते उदाहरणार्थम् अत्र पठ् योगः य इति यदा तत्र कुर्मः तस्मिन् पठ् इत्यत्र तद् विशिष्टं तत्र अर्थयुक्तं पदम् अस्ति अथवा अर्थयुक्तः भागः अस्ति धातुः अस्ति इति कृत्वा तस्य पठ् इति सम्पूर्णं तथैव तस्य तेन स्थातव्यं, तस्य विभागः न करणीयः. किमर्थमिति चेत् एतादृशं सिद्धान्तं बुद्धिः इति सिद्धान्तं यदि अनुसृत्य कुर्मः तर्हि प अपि च ठ इति द्वयोः यदि विभाजनं कृत्वा तत्र केवलं प इति स्वीकुर्मश्चेत् पठ् इत्यस्य अर्थः अस्ति, किन्तु प इत्यस्य तत्र कोऽपि अर्थः अथवा तत्र किमपि बुद्धिः न जायते इति कृत्वा पठ् इत्यस्य एव तत्र द्वित्वं करणीयम् इति एतद् द्वितीयं सिद्धान्तं वदति. अतः यथा पूर्वमासीत् प पठ्य पूर्वस्मिन् सिद्धान्ते तस्य विरोधे अथवा तस्मात् पृथक् अत्र द्वित्वकरणे पठ् पठ्य इति द्वित्वं करणीयम् इति एतत् सिद्धान्तं वदति. किन्तु तस्मिन् यदा हि तत्र अट् योगः य इत्यत्र यदि अस्ति तत्र बुद्धिः अट् इत्यत्र बुद्धिः अस्ति यतोहि सः धातुः अस्ति, य इत्यत्र बुद्धिः अस्ति यतोहि सः प्रत्ययः अस्ति, तर्हि इदानीम् अट् इति तत्र अजादेर् द्वितीयस्य इति कृत्वा तत्र अट् इत्यस्य अ इत्यस्य द्वित्वं न कर्तुं शक्नुमः, अपि च ट द्वयोः टकारः द्वयोः विभजनं कर्तुं न शक्नुमः इति कृत्वा अट् य इति तदानीं केवलं य इति प्रत्ययः अवशिष्यते यस्य द्वित्वं भवति, तदानीम् अट् य इति भवेत्, किन्तु इष्टमस्ति अट् अ ट्य इति. तर्हि एतादृशी समस्या अस्मिन् द्वितीये सिद्धान्ते इति भवति. तथापि केचन वैयाकरणः वदन्ति कुत्रचित् नियमस्य उल्लङ्घनं करणीयमस्ति, किन्तु तथापि एतेन एव मार्गेण गन्तव्यम् अस्ति, द्वितीयसिद्धान्तेन एव तत्र कार्यं साधनीयम् अस्ति इति तत्र सिद्धान्तद्वयं मतद्वयम् अस्ति. उत्तमम् उत्तमं वा अस्तु. इति संयोः इति प्रसङ्गे अस्माभिः गतिसप्ताहे दृष्टमस्ति, तावत् वयं पठितवन्तः. इदानीम् अग्रिम तत्र अन्तिम अनुच्छेदः केचन इति अस्मात् आरभ्य तत्र पठनभगिनी पठति वा. आं महोदय. केचन वैयाकरणाः वदन्ति यत् अध्ययनं व्यञ्जनं परेण संयोज्यम् इति महाभाष्यवचनम् अनुसृत्य द्वित्वं करणीयम्. केचन वदन्ति यत् बुद्धिमनुसृत्य द्वित्वं करणीयम्. माताजी वदति यत् अध्ययनं व्यञ्जनं परेण संयोज्यम् इति अनुसारं कुर्मश्चेत् लाभद्वयमस्ति. अनेकाच् धातूनां कृते प्रक्रिया सर्वत्र समाना, हलादिधातुः चेदपि अजादिधातुः चेदपि. लाघवं पठ्य इति रीत्या द्वित्वं क्रियते चेत् हलादिशेषः इत्यस्य आवश्यकता न भवति. यथा भगिन्या पूर्वम् उक्तं, सिद्धान्तद्वयम् अस्ति आतिदेशिक अनेकाच् धातूनां कृते. अत्र प्रथमसिद्धान्तः अस्ति अध्ययनं व्यञ्जनं परेण संयोज्यम् इत्यनेन य इति स्वीकृत्य एव अत्र द्वित्वं करणीयम् इति. यतोहि य पूर्वः हल् अस्ति चेत् तस्य अध्ययनं व्यञ्जनं परेण संयोज्यम् इत्येन सर्वं मिलित्वा हलादि एकाचो द्वे प्रथमस्य इत्यस्य सूत्रम् अनुसृत्य द्वित्वं करणीयम् इति. द्वितीयसिद्धान्तः अस्ति यत्र मनसि पट् इति भागः वयं पट् इति भागः परिचयमस्ति, धातुः परिचयमस्ति, अतः तदनुसृत्य यत्र पर्यन्तं भाग विभागं न कृ न कृत्वा फलः अस्ति तत्पर्यन्तं करणीयः इति. किन्तु अत्र द्वितीयसिद्धान्ते एकः क्लेशः अस्ति यत्र अजादिधातूनां कृते तद् न सिद्ध्यति. यतोहि अत्र अट् स्वीकुर्मश्चेत् अट् इति धातुः मनसि अस्ति किन्तु अट् य इति न स्वीकुर्मः, यतोहि इष्टं रूपं न सिद्ध्यति. अतः केवलं ट्य इत्यस्य द्वित्वं करणीयं, यतोहि अन्तिमरूपं तदस्ति. अतः अत्र माताजी वदति यत् प्रथमसिद्धान्तः अध्ययनं व्यञ्जनं परेण संयोज्यम् इति स्वीकुर्मश्चेत् अत्र एकः लाभः अस्ति हलादिधातूनां कृते, हलादि एकाच् धातूनां कृते अजादि अनेकाच् क्षम्यताम् हलादि अनेकाच् धातूनाम् अजादि अनेकाच् धातूनां कृते एकैव प्रक्रिया अस्ति, अतः तद् लाघवम् अस्ति. द्वितीयलाघवम् अस्ति यत्र एकाचो द्वे प्रथमस्य इत्यनेन अत्र दृष्टान्तः पठ् अस्ति. पठ् इति धातुः यङ् योजयामश्चेत् पठ्य इति भवति, अतः अध्ययनं व्यञ्जनं परेण संयोज्यम् इत्यनेन अत्र प एव प्रथम एकाच् भागः स्वीकुर्मः, अतः अत्र पठ्य. अधुना अत्र हलादिशेषः इत्यस्य सूत्रप्रसक्तिः नास्ति, अतः अत्र एकं सूत्रं लेस् अस्ति, अतः अत्र लाघवम् अस्ति इति कृत्वा अध्ययनं व्यञ्जनं परेण संयोज्यम् इति रिकमेण्डेड् प्रक्रिया अस्ति. अस्तु बहु समीचीनमस्ति. तर्हि लाभद्वयमस्ति, एकमस्ति यत् सर्वत्र धातुः अलादि अस्ति चेदपि अजादिधातुः अस्ति चेदपि तत्र प्रक्रिया समाना अस्ति इति एकः लाभः. द्वितीयः लाभः अस्ति लाघवम्. किन्तु अन्यरीत्या कुर्मः चेदपि तत्र फलं साधु अस्ति इति कृत्वा तत्र दोषः नास्ति. पट् पट् या इति कुर्मः चेदपि तत्र दोषः नास्ति. अस्तु, तर्हि अग्रे गच्छेम इदानीं महोदय. तर्हि अत्र उदाहरणदातुं स्वीकृत्य संज्ञोः इत्यत्र अभ्याससंज्ञा कस्य भागस्य, अभ्यस्तसंज्ञा कस्य भागस्य इति चिन्तयामः किम्? न, पुनः प्रश्नः कः नाम? भू भू इति धातुः स्वीकुर्मः उदाहरणार्थं. तत्र भूय इति भवति धातुः. इदानीं कस्य भागस्य अभ्याससंज्ञा इत्युक्ते अभ्यासकार्यात् पूर्वम्, अभ्यासकार्यात् पूर्वमेव अभ्याससंज्ञा लभ्यते खलु? अभ्यासंज्ञा उभयमपि लभ्यते. द्वित्वानन्तरमेव अभ्यासः जायते खलु? सत्यं. तर्हि अभ्यासात् पूर्वमेव अभ्याससंज्ञा लभ्यते खलु? न, किम् अभ्यासात् पूर्वं नाम किम्? अभ्यासकार्यात् पूर्वम्? अभ्यासकार्यात् पूर्वं, सत्यम्. अस्तु, तर्हि इदानीं भू इति धातुः स्वीकुर्मश्चेत्, धातुं स्वीकुर्मश्चेत् तत्र भूय इति प्रत्ययं योजयित्वा भूय. तर्हि इदानीं कस्य भागस्य द्विवारम् उच्चारणं? केवलं भू इत्यस्य एव खलु? सत्यं. तर्हि भू इत्यस्य अभ्याससंज्ञा, भू भू इत्यस्य अभ्यस्तसंज्ञा. सत्यम्. अस्तु, एवं तत्र निज् इति धातुः स्वीकुर्मश्चेत् निज्य इति भवति धातुः. तत्र इदानीं निज् इति भागस्य एव उच्च इति भागस्य द्विवारम् उच्चारणं वा, नि इत्यस्य इति भागस्य द्विवारम् उच्चारणं वा? सत्यं. न, कस्य नि इत्यस्य वा निज् इत्यस्य द्विवारम् उच्चारणं वा? हा, तत्र इदानीं निष्कर्षः यावत् अस्माभिः प्राप्तः, इदानीं तत्र सिद्धान्तः अस्ति, यदि वयं स्वीकुर्मः यत् अधीनं व्यञ्जनपरेण संयोज्यं तर्हि नीनि ज इति भवति. अस्तु, तर्हि केवलं नि इति भागस्य द्विवारम् उच्चारणं कुर्मश्चेत् अभ्यासंज्ञः संज्ञा भवति नि इति इत्यस्य, अभ्यस्तसंज्ञा भवति नी नि इत्यस्य. सत्यं, सत्यम्. अस्तु, तर्हि इदानीं सत्यं, पप इति भागस्य अभ्यस्तसंज्ञा, प इत्यस्य अभ्याससंज्ञा, मिलित्वा अङ्गसंज्ञा, अङ्गसंज्ञा भवतु. इदानीं सूत्री इत्यत्र धातुः कः? सूत्री इति धातुः अस्ति खलु, अन्तिमवर्णः कः? न, सूत्री योगः य, न अत्र सूत्री मूत्री इति कश्चन सूत्रमस्ति खलु. अस्तु, हा, तत्र अनेकाच् धातुः, हलादि अनेकाच् धातुः मया स्वीकृतः अस्ति उदाहरणार्थं. तर्हि सूत्रीय इति भवति खलु यङन्तधातु? न, न, अत्र नेरनिटि इत्यनेन इकारस्य लोपः भवति. कदा भवति? सूच् सूत्री मूत्री तयोः सूद् यङि परे यङ् अनिट् अस्ति खलु, अत्र सूचि इति रूपं निच् निच् अनन्तरं भवति वा इति पश्यामि. मम एकः प्रार्थना अस्ति, मम प्रार्थना अस्ति इदानीं यत् अग्रे गच्छेम, यतोहि एतत् सर्वं नाम अङ्गकार्यं बहु किमपि भवति, सूत्री इति कथं भवति इति अग्रे गत्वा द्रक्ष्यामः. एतावता सिद्धान्ततः तत्र विचारः स्पष्टः जातः खलु, इदानीं सूत्री कथं भवति अत्र कोऽपि लाभः नास्ति. विचारस्य अप्लिकेशन् अहं कुर्वन् अस्मि अवगमनार्थं केवलं. हा, तस्मिन् समये कुर्मः, यत्र अस्माकं पार्श्वे सर्वं नास्ति इदानीम्, अङ्गकार्यमपि अस्ति, तद् न कृतमस्ति, अङ्गकार्यं किं किं भवति इति पश्यामः. किन्तु अभ्याससंज्ञा संज्ञार्थम् अङ्गकार्यं न अपेक्षितं खलु? अपेक्षितम् अपेक्षितं, यावत्पर्यन्तम् अङ्गं न सिद्धं. पश्यतु, यङन्तप्रक्रिया इति पश्यतु, यङन्तप्रक्रिया इति चत्वारि सोपानानि दत्तानि सन्ति. किञ्चित् उपरि गच्छतु. सर्वप्रथमं यङ् विधीयते, द्वितीयं सोपानं तदा सनाद्यन्त दातवती धातुसंज्ञा. तृतीयमस्ति यत् यङ् प्रत्ययं निमित्तीकृत्य यत्किमपि अङ्गकार्यं प्रसक्तं तत्सर्वम् अधुना कर्तव्यं. चतुर्थमस्ति द्वित्वम् अभ्यासकार्यं च. अतः तत्र यत् यत्किमपि यङ् प्रत्ययं निमित्तीकृत्य यत्किमपि अङ्गकार्यं तदपि द्रष्टव्यमस्ति. अग्रे गच्छेम, इतोपि स्पष्टं भविष्यति. अपि च संक्षेपेण तत्र पुनस्मरणत्वेन अभ्यासकार्यं किं किं भवति इति पश्येम. हलादिशेषः इति अस्मात् आरभ्य, हलादिशेषः अस्माभिः दृष्टः. अपि च अत्र यङ् लुक् प्रसङ्गे एतत् सर्वं प्रदर्शितमस्ति. तत्र कुत्रचित् तत्र न कापि हानिः अस्ति यदि कुत्रचित् वयं यङ् अपि स्वीकृत्य वदामः. कुत्रचित् दोषः अपि स्यात् यतोहि अङ्गकार्यमपि एतावता न उक्तमस्ति. किन्तु मनसि निधया अभ्यासार्थं तत्र कर्तुं शक्नुमः मध्ये मध्ये. तर्हि हलादिशः अति पश्यामः, अग्रे गच्छेम. अत्र अनन्तकृष्णदेव भवति वा? वदामि महोदय. अभ्यासस्य आदिमः हल् शेषः, अभ्यासे अपरेषां हलां लोपः. पूर्णतया पठनीयं वा अथवा अनुवृत्ति? अङ्गस्य अभ्यासस्य हलादिः शेषः. यदा हलादिः भवति तर्हि हल् एव शेषः भवति, अन्ये सर्वे लोपाः भवन्ति इति सारांशः हलादिशेषः इति. प्रथमः हल् एव तिष्ठति, अन्ये अपगच्छन्ति इति. सत्यं. पठ् संयोगोः इत्यनेन यङन्तस्य धातोः प्रथमस्य एकाचः द्वे स्तः. तर्हि अत्र पठ्य इत्यस्मिन् अवसरे न संयोगोः इति प्रदर्शितमस्ति वा? अस्तु, तर्हि अत्र यङ् लुक् इत्यस्मात् कारणात् अत्र एकाच् धातुः इति भवति. एकाच् धातुः इति अस्ति चेत् पूर्णतया धातोः द्वित्वं पट् पट् इति. प्रथमः पट् इति भागः अभ्याससंज्ञकः, किमर्थं चेत् पट् इत्यस्य द्वित्वम् अभवत् इत्यस्मात् कारणात् पट् प्रथमपट् इत्यस्य अभ्याससंज्ञा. अनन्तरं हलादिशेषः इत्यनेन अभ्यासस्य आदिमः हल् शेषः, तर्हि पकारः एव तिष्ठति, अभ्यासे अपरेषां हलां लोपः, तेन प इति एव तिष्ठति, टकारः लोपः, टकारस्य टकारः लोपः भवति, पपट् इति. तथा एव ञा इति धातोः, ञा इत्यस्य जकारः ञकारः अस्ति इति स्वीकरणीयं. तर्हि अत्र प्रथमः हल् वर्णः जकारः, तेन जकारः एव तिष्ठति, ज ञा इति. एवमेव ज्ञाज्ञा इति प्रथमं द्वित्वं करणीयं, ज्ञाज्ञा कृत्वा तत्र प्रथम अभ्यासः ज्ञा इति भवति, तस्य हलादिशेषः इत्यनेन ज एव तिष्ठति, ज ज्ञा इति. एवमेव विचारणीयं धन्, धन् इत्यस्य धन् धन् इति भवति, प्रथम हलादिशेषः इत्यनेन ददन् इति भवति, निज् इत्यस्य निज् निज् अत्र वस्तुतः ज आकारः इति तत्र भिन्नकार्यमस्ति खलु, तत्र जाज्ञा जाज्ञा आकारः अस्ति खलु ज्ञादातोः। ओ सत्यम्, अनन्तरं ह्रस्वः इति अग्रे आगते जकारः भवति, वस्तुतया आरम्भे जा ज्ञा इति भवति। सत्यं सत्यम्। अस्तु अग्रे धन् धन् धन् ददन् इति भवति, निज् निज् निज् निज् निज् निनिज् इति भवति, विश् विश् विश् विविश्, खाद् खाद् खाद् खाखाद् इति भवति, अनन्तरं ह्रस्व ह्रस्वः अपि भवति इति अहं चिन्तयामि। अभ्यासे चर्चा अभ्यासचर्चा इत्यनेन ह्रस्वः अपि द्वयं द्वयमपि ह्रस्वपि भवति अभ्यासे चर्चा अपि भवति। अग्रे पठामः, दिश् दिश् दिश् धृदिश्, विज् विज् विज् विविज्, तुर् तुर् तुर् तुतुर्, बस् बस् बस् भबस् इति भवति। अस्तु, अपि च भस् इति स्वीकुर्मः चेत् अत्र यङ् यङन्तदातुः अस्ति चेत् भस्य यङन्तदातुः अस्ति चेत् भस्य इति भवति चेत् अत्र अनेकाच् भवति, अनेकाच् इत्युक्ते तत्र ब स्य स्य इति भवति। धातुः अजादिः वा हलादिः वा? न न हलादिः इत्यस्मात् कारणात् प्रथमस्य एव भवति। तर्हि एकक्षणं, बस्य इति अस्ति, बस्य इत्यस्मिन् स्थितौ इत्यस्यां स्थितौ बस्य इत्यस्य तत्र भकारः प्रथमभकारः एव तस्य एव द्वित्वं भवति, भस्य इति भवति। सत्यम्, अभ्यस्तं किं बस्य इत्यस्य अभ्यस्तं बब इति। सत्यं, बब। अस्तु उत्तमं वा, तर्हि अग्रे अग्रे गच्छेम। इदानीं सर्पूर्वाहकायः इति पश्यामः, तत्र हिमा भगिनी पठति वा अथवा न नास्ति अद्य? अस्तु अरुणा भगिनी। आं महोदय, नमस्ते महोदय। सर्पूर्वः पूर्वः खयः यस्य अभ्यासस्य पूर्वं शर् परञ्च खै, तस्य तु खै एव शेषो भवति, अन्ये हलः च लुप्यन्ते। अनुभूतिसहितसूत्रमेव भवति, पठामः अनुभूतिसहितसूत्रम्। अङ्गस्य अभ्यासस्य सर्पूर्वः खयः शेषः, अत्र सूत्रं वदति अभ्यासस्य पूर्वं शर्वर्णः सर् वर्णः अस्ति चेत्, परः खै वर्णः अस्ति चेत् ख एव अवशिष्यते, सर्वे अपि भवति। खै वर्णः के? ख फ छ ट चट तौ ख फ। सत्यं, वर्गस्य प्रथम च द्वितीय च वर्णः खलु, वर्गीयव्यञ्जनेषु प्रथमसदस्यः द्वितीयसदस्यः च। अस्तु, तर्हि अग्रे नाम अत्र हलादिशेषः इत्यस्य अपवादः इति उक्तम्। अस्तु, तर्हि स्पर्ध उदाहरणमत्र दत्तं, स्पर्ध अत्र कदमवर्णः सकारः अस्ति, षड्वर्णः अस्ति, धकार इति खैवर्णः, पकार खैवर्णः अस्ति, अत्र दत्तं स्पर्धा स्पर्धद्युक्तं भवति, अनन्तरं फ एव अवशिष्यति, खर्वर्णः फ स्पर्ध इति रूपं निष्पन्नं भवति, अङ्गं भवति. उत्तमं. तर्हि अत्र यदि यङ् अन्तदातुः अस्ति तर्हि किं कुर्मः? यङ् अन्तदातुः अस्ति अनेकाच् भवति, स्पर्ध्या स्पर्ध्या. स्पर्ध योगः य स्पर्ध्या अनेकाच् अस्ति महोदय, स्पर्ध्या ततः पूर्व अच्छनन्तरं वर्णः एव दत्तं भवति. तर्हि अत्र पद्य पद् स्पद्य पुनः वदतु. अत्र एकाच्छ्वागः सर्पूर्वकय इति सूत्रेण स्पर्ध्या फा एव अवशिष्यति, फा स्पर्ध्या. क्रमेण कुर्मः. तत्र भवती वदति वा नाम द्वित्वं कथं करणीयमस्ति, अथवा सरला भगिनी अस्ति वा? विजया भगिनी अहं शृणोमि एव जि एतत् बहु क्लिष्टकरम् अस्ति मया. एतत् सर्वम् अहं पुनरपि एतत् विषये श्रोतुम् इच्छामि, अनन्तरं लेखनमपि भवनीयमिति मम चिन्तनम्. अस्तु अस्तु, शुभनम. तत्र सहायं करोति वा? किं महोदय? क्षम्यताम्. स्पर्ध धातुः तत्र यङन्त स्पर्ध योगः य, तत्र स्पर्ध य, तत्र द्वित्वं कथं भवति? हा, तत्र स्पर्ध योगः य इति इत्यत्र शर्पूर्वाकायः इत्यस्य कार्यं भवति. किमर्थमित्युक्ते तत्र सकारः अस्ति शरः. तत्तु अभ्यास तत्र अभ्यासकार्यमस्ति, तस्मात् पूर्वं द्वित्वम् अस्तु. स्पर्ध योगः य इति स्थितौ तत्र स्प इति प्रथम अच् यावत् स्वीकर्तव्यं, तर्हि स्प स्प हृद्य इति भवति खलु? सत्यं. स्प स्प हृद्य इति भवति. अनन्तरं तदनन्तरम् अभ्यासकार्यम् इदानीं हलादिः शेषः इत्यस्य प्रसक्तिः अस्ति, किन्तु तं प्रबाद्य शर्पूर्वाकयः इत्यस्य कार्यं भवति. किमर्थमित्युक्ते स्पर्ध इत्यत्र आदौ शर्वर्णः अस्ति, तदनन्तरं खैवर्णः अस्ति, पकारः अस्ति इति कृत्वा शर्पूर्वाकयः इत्यनेन अत्र सकारः न तिष्ठति, किन्तु पकारः तिष्ठति, खै एव तिष्ठति इति कृत्वा इदानीं स्प स्प हृद्य इत्यत्र सकारः अभ्यासस्य सकारस्य लोपः भवति, तर्हि पकारः अवशिष्यते, प अ अवशिष्यते, प स्प हृद्य इति भवति. पस्पर्ध्य पस्पर्ध्य. उत्तमम्. इदानीं कस्य सिद्धान्तस्य आधारेण तत्र स्प इति अस्य द्वित्वं जातम्? हा, अत्र सूत्रसङ्ख्या पश्यामश्चेत् षष्टसूत्रमस्ति हलादिः शेषः, एकाधिकषष्टसूत्रमस्ति षट्पूर्वाख्यः, परत्वमस्ति. किन्तु द्वित्वं न, केवलं द्वित्वम् इति वदामि. द्वित्वं भवान् स्वीकृतवान् यत् स्पस्पर्ध्य द्वितीयसिद्धान्तः तत्र कार्यं करोति खलु जि. द्वितीयसिद्धान्तः नाम तत्र भवान् बुद्धिः इति वा, बुद्धिसिद्धान्तः? आम् आम् आम् आम्. तत्र पाप त्य बुद्धि सिद्धान्तद्वयमस्ति. तदर्थम् अहं सुकुमारमहोदयं पृष्टवान् यत् कस्य सिद्धान्तस्य आधारेण वयं द्वित्वं कृतवन्तः. अधीनं व्यञ्जनं परेण संयोज्यम् इति सिद्धान्तं स्वीकृत्य. असत्यं सत्यम्. इदानीं विपरीतत्वेन कुर्मः चेत् तत्र बुद्धिं स्वीकृत्य अस्तु, तर्हि तत्र बुद्धिम् अनुसृत्य कुर्मश्चेत् स्पर्ध तत्र किं भवति? किमर्थं तत् स्वीकरणीयं महोदय? अस्माभिः निश्चितं खलु. केचन जनाः तथा कुर्वन्ति, तत्र दोषाय अपि नास्ति. तत्र तेषु मध्ये नास्मि. अहं जानामि अद्य भवतः स्वास्थ्यं तावत् सम्यक् नास्ति खलु. अस्तु, अत्र सम्यक्तया दत्तं खलु जि, बुद्धिसिद्धान्तम् अनुसृत्य पट् य इति अस्ति चेत् तत्र स्पर्ध विद्याभगिनी सायं करोति वा? आ महोदय, स्पर्धयोगः य इति स्पर्ध्य इति धातुः, स्पर्ध्य इति धातुः द्वित्वम्. इदानीं स्पर्ध इति भागः एव तत्र अर्थवान् अस्ति बुद्धिसिद्धान्तम् अनुसृत्य. तर्हि तस्य न तत्र स्पर्ध इत्युक्ते अत्र पश्यामः चेत् प्रथम एकाच् भागस्य द्वित्वम् इति उक्तं खलु. तर्हि तत्र स्पर्ध इति सम्पूर्णतया एकाच् भागः अर्थवान् इति कृत्वा तस्य द्वित्वं स्पर्ध स्पर्ध्य इति अस्ति. तर्हि स्पर्ध इत्यस्य अभ्याससंज्ञा, तत्र अभ्यासकार्याणि कुर्मः चेत् शर्पूर्वः कयः इत्यनेन तत्र भगिनि तत्र इदानीम् अत्र आदौ संयोगः अस्ति. कुत्र अस्ति संयोगः? स्पर्ध आदौ अस्ति. अस्ति अस्ति. हा, तर्हि रेपस्य द्वित्वं किमर्थं करोति? न, रेपस्य द्वित्वम् इति तत्र अचः परः नदराः द्विर्न भवति इति उक्तं खलु. तत्र अजादिप्रसङ्गे एव भवति तत्, इत्युक्ते अजादिधातुः अस्ति चेत्. किं महोदय किं कथनं, यत् रेपस्य द्वित्वं न स्यात् इति वा? नन्द्राः संयोगादयः, अत्र प्रसङ्गः नास्ति. ओ, अजादेः इति उक्तम्. अस्तु, अत्र स्पर्ध स्पर्ध इति भवति यथा भवती उक्तवती, स्पर्ध स्पर्ध य अभ्यासः कः अभ्यासं किम्? स्पर्ध इति प्रथमभागः अभ्यासः, तदनन्तरं स्पर्ध स्पर्ध इति अभ्यस्तम्. अस्तु, उत्तमम्. अनन्तरम् अनन्तरं अभ्यासकार्याणि कुर्मः चेत् तत्र शर्पूर्वः कयः इति सूत्रेण तत्र सकारः गच्छति, अनन्तरं खै खै इति पकारः एव अवशिष्यते, अन्यवर्णाः लुप्यन्ते. तर्हि प इति अवशिष्यते, प योगः स्पर्ध्य इति अस्ति, प स्पर्ध्य. सत्यं, हा हा. नाम शर्पूर्वः कयः तेन एव सकारस्य रेफस्य धकारस्य एतेषां त्रयाणामेव अपि लोपः भवति खलु. आम्, उत्तमम्. अस्तु, महोदय, अत्र शर्प अभ्यासस्य शर्पूर्वाः, शर्पूर्वाः अभ्यासस्य खयः शेषाः इत्युक्ते तर्हि पकारस्य, अस्तु, अन्येषां लोपः भवति. सत्यम्. आं महोदय, अस्तु. सम्यक् अस्तु, अग्रे गच्छेम। तर्हि लक्ष्मीभगिनी कुत्र गच्छ, लक्ष्मीभगिनी वदति वा अन्यत् उदाहरणं तत्र स्पन्द? प्रयत्नं करोमि महोदय, बहु दिनेभ्यः अभवत् ततः किञ्चित् श्रुतम् अद्य मया। अस्तु, आं स्पन्द इति अस्ति तत्र, स्पन्द अनन्तरं यगन्त योजयामः चेत् तत् स्पन्द्य इति भवति, स्पन्द्य अनन्तरं यङ्ग्लुक् अस्ति चेत्, प्रथमतया यङ्ग्लुक् अस्ति चेत् यकारस्य लोपः भवति किन्तु तत्र क्रमः भवति, प्रथमं यकारः लोपः भवति वा प्रथमम् अथवा द्वित्वं करणीयं वा इति इति लुप्यते अनन्तरम्। आम् प्रथमं द्वित्वं करणीयं, स्पन्दति केवलम् अवशिष्यते स्पन्द। आम् केवलं स्पन्द् एव अवशिष्यते। अत्र तु यगन्तदातुः खलु, अतः लोपः न भवति। अहं यङ्ग्लुकि पृच्छामि, या इति यङ्ग्लुकि अपगतवान्, या इति अवगत नास्ति इदानीं, केवलं स्पन्द्, प्रथमं स्पन्द् इति सम्पूर्ण समग्रधातोः द्वित्वं भवति। किमर्थं चेत् यथा अधुना एव चर्चा अभवत् तस्य तदेव अर्थवान् अस्ति। तदनन्तरं हलादिशेषः अनेन इन्द इति भागस्य अर्थवान् इति प्रश्नः तदानीम् उदेति यत्र धातुः अनेकाच् अस्ति, नाम कस्य भागस्य नास्ति, आम् एकाच् धातुः अस्ति। यदा हि वयं पश्यामः यद् धातुः एकाच् तदानीम् अस्माभिः किं करणीयमस्ति? यदि एकाच् अस्ति तर्हि आदौ यत् यः वर्णः अस्ति तस्य द्वित्वं भवति। न एकनिमिषं, यदा हि पश्यामः यद् धातुः एकाच् तदानीम् अस्माकं द्वित्वं कार्यम् इत्युक्ते सम्पूर्णधातोः द्वित्वं, एकाच् धातुः अस्ति स तत्र सारल्यम् अस्ति, सारल्यम् इत्युक्ते तत् स्पन्द बस् द्वित्वं। धातुः अनेकाच् अस्ति चेत् इतोपि चिन्तनीयं चिन्तनम् अस्ति, किन्तु अत्र धातुः अनेकाच् नास्ति, एकाच् एव अस्ति। तत्र कः भागः स्वीकरणीयः अस्ति इति तत्र उपरि भाष्यकारः प्रदर्शितवान्, निज् धातोः तत्र नि इति कुर्मः चेत् तत्र समस्या अस्ति, ज मध्ये आगच्छति तत्र, अतः अत्र तादृश समस्या नास्ति खलु। अत्र शय् पूर्वः कयः इति सूत्रेण इति अभ्यासकार्यं, प्रथमतया द्वित्वम् अनन्तरम् प्रथमतया सोपानद्वयमस्ति खलु, द्वित्वम् अनन्तरम् अभ्यासकार्यम्। एकाच् धातुः अस्ति चेत् केवलं सम्पूर्णधातोः द्वित्वम् अनन्तरम् अभ्यासकार्यम्। अस्तु, अत्र स्पन्द् इति एकाच् धातुः, अतः सम्पूर्णधातोः द्वित्वं भवति। स्पन्द् इति प्रथमं रूपं भवति, स्पन्द् सत्यम्। इदानीम् अभ्यासकार्यम्, अभ्यासकार्यम् इत्युक्ते किम्? अभ्यासकार्यम् इत्युक्ते हलादिशेषः षट् पूर्वकयः ह्रस्वः किं सूत्रमिति न, अभ्यासकार्यम् इति किम्? अभ्यासे यत् कार्यं भवति, अभ्यासभागे एतेषां सूत्राणां कार्यं भवति अभ्यासभागे। अभ्यासनाम भागः कदा भवति? यदा द्वित्वं जातं तदानीं, यावत्पर्यन्तं द्वित्वं न जातं तदावत्पर्यन्तम् अभ्यासः नाम भागः एव नास्ति। द्वित्वं जातं स्पन्द् इदानीम् अभ्यासकार्यम्। अस्तु अग्रे, अस्तु इदानीम् अभ्यासकार्यम् अस्ति हलादिशेष, प्रथमं हलादिशेषः अथ षर्पूर्वकयः इति सूत्रेण सकारस्य लोपः भवति, अनन्तरं पन्द् स्पन्द् भवति. हलादिशेषः इति सूत्रेण एकनिमेषः पूर्वः खयः इति तत्र प्रथमवाक्यं किं व्याख्यानस्य तत्र अभ्यासस्य पूर्वम् अस्तु षर्पूर्वकयः यस्य अभ्यासस्य पूर्वं षर् परञ्च खै तस्य तु खै एव शेषो भवति, अन्ये हलः च लुप्यन्ते. अस्तु अत्र प्रथमवर्णः अस्ति अत्र सकारः, तत् षर्वर्णः अस्ति. अनन्तरं पकारः अस्ति, पकारः तु खै वर्णः अस्ति इति कृत्वा सकारः लोपः जातः. सो पकारः एव शेषः तत्र भवति. सो स्पन्द् स्पन्द् इति भवति. न न अत्र अन्ये हलः लुप्यन्ते इति तदर्थम् अहं ओ अन्ये हलः लुप्यन्ते अस्तु. सो खै एव शेषः भवति, अन्ये हलः लुप्यन्ते. सो केवलं प स्पन्द् इत्येव भवति. सत्यं सत्यं बहु समीचीनं. सो हलादिशेषः इति सूत्रस्य कार्यं आवश्यकं नास्ति. ओ अत्र एव लिखितं हलादिशेषः इत्यस्य अपवादः, अतः तस्य बाधकसूत्रम् अस्तु इति एव अस्ति. पस्पन्द् अस्तु पस्पन्द् आम् इदानीं यङन्तदातु अस्ति चेत् ओ यङन्तदातु अस्ति चेत् अत्र अधुना प्रथमं स्पन्द्य इति रूपं भवति. स्पन्द्य इति यकारं योज्यते, अनन्तरं स्पन्द्यम् इति रूपं स्पन्द्य इति रूपं भवति. अधुना प्रश्नः उदेति कथम् अस्य द्वित्वं करणीयं, किमर्थं चेत् अधुना एकाच धातु नास्ति. स्पन्द्य इति यत्र अस्ति तत्र एकाच धातु नास्ति, अनेकाच् भवति. सो अनेकाच् अस्ति चेत् यदा पूर्वं दृष्टवन्तः चिन्तनम् अभवत् नेनिज् इति अवसरे, पट् पट् इति अवसरे तादृशं चिन्तनम् अत्र अत्र आनेतव्यं अत्र नास्ति, यतोहि तत्र निज् दातु तत्र तत्र एकाच एव दातुः आसीत्. आं निश्चितात्तु आम् एका पट् अपि एका च एव अस्ति. आं पठ्य यदि यकारः योज्यते तदानीम् एकाच नास्ति खलु. सत्यम् अनेकाच अस्ति, अतः यत्र वयं तत्र उपरि उक्तवन्तः निज् धातोः प्रसङ्गे अत्र तु सः नास्ति. अत्र धातुः अस्ति स्पन्द्य अनेकाच धातुः. तत्र सिद्धान्तद्वयं भवितुमर्हति. एकमस्ति अजीनं व्यञ्जनं परेण संयोज्यम् एकः सिद्धान्तः. द्वितीयः सिद्धान्तः अस्ति बुद्धिसिद्धान्तः. तर्हि अजीनं व्यञ्जनं परेण संयोज्यमिति यद् अनुसृत्य कुर्मः चेत् कथमस्ति द्वित्वम् तत्र समग्रधातोः समग्रधातोः द्वित्वं करणीयं खलु. अनेकेषु धातूनां कृते प्रक्रिया सर्वत्र समाना. हलादिधातुः चेदपि अजादिधातुः चेदपि इति तत्र लिखितम्. अजीनं व्यञ्जनं परेण संयोज्यमिति कथमस्ति अत्र? भगिनी सहायं करोति वा? आं महोदय, अत्र स्पर्ध इति सन्दर्भे स्पर्ध्या स्पन्द् अधीनं व्यञ्जनं परेण संयोज्यम् इत्यनेन यङ् या यकारः यकारोत्तरवर्त्यकारः या भागः संयोज्य अत्र स्पन्द्य इति भवति. अत्र हलादि एकाचः अस्ति, अतः प्रथम एकाच भागः अस्ति स्पन्द् इति. अतः प्रथमसिद्धान्तम् अनुसृत्य अत्र एकाच् भागस्य द्विवारं द्वित्वं भवति. अतः स्पन्द् स्पन्द् य इति रूपमस्ति. स्पन्द्य इत्यस्य अनेकाच् खलु. अतः अत्र एकाचो द्वे प्रथमस्य इत्यनेन हलादि अनेकात् धातूनां कृते यः अस्ति प्रथम अच् पर्यन्तं स्पन्द् इति द्वित्वं भवति स्पन्द् स्पन्द् य कथं स्पन्द् स्प इत्यस्य क्षम्यतां स्प स्पन्द् स्पन्द्य अनन्तकृष्ण महोदय किञ्चित् स्पष्टीकरोतु कृपया समीचीनमेव अत्र स्पन्द्य इति स्थितिः स्पन्द्य इत्यस्मिन् स्थितौ अनेकाच् अनेकाच् इत्यस्मात् कारणात् हलादिः इत्यस्मात् कारणात् प्रथमस्य द्वित्वं कः प्रथमः अत्र प्रथमः अचुवर्णः यत्र भवति तत्पर्यन्तम् इति स्प इति एव प्रथमः कस्य आधारेण तत्र तत्र स्प इति प्रथमः कस्य आधारेण भवान् उक्तवान् तत्र अज् किम् अज्हीनः तेन तेन सिद्धान्तेन तेन सिद्धः नाम अज्हीनं व्यञ्जनं परेण संयोज्यम् इति सिद्धान्तः अत्र किं वदति अधीनं अत्र परेण इति किम् अस्ति चेत् पकारः अकारः अनयोः पकारः अकारेण सह गच्छति इति नाम अत्र अधीनं व्यञ्जनं किम् अधीनं व्यञ्जनं पकारः न पकारः अधीनं व्यञ्जनं नास्ति पकारे उत्तर अकारः अस्ति एव ओहोहो अधीनः व्यञ्जनं स्पन्द्य ओ अजिहीनं व्यञ्जनं नकारः परन्तु स च नकारः एकाकी नास्ति नाम तस्य तद् उत्तरदकारः तु अस्ति एव तत् परेण संयोजं परेण सह संयुक्तं जातम् एव अस्ति नकारः दकारः यकारः एते सर्वे तत्र अकारेण सह संयोजनं करणीयं खलु नाम अत्र स्पन्द या इति कुर्मः चेत् तत्र दकारोत्तरवर्ति किमपि नास्ति तत्र एकाकी अस्ति हलन्त् अस्ति खलु नाम दण्डः अस्ति दकारः दकारे दण्डः न भवेत् इति कृत्वा दकारोत्तर यः यकारः तेन सह संयोगः अपेक्षितः सत्यं सत्यम् अधीनम् अत्र दकारः अधीनं व्यञ्जनम् अतः परेण संयोज्यम् इति कृत्वा दकार यकारयोः संयोगः अपेक्षितः अतः भवता यत् उक्तं तत् तदेव सत्यम् अस्तु अग्रे वदतु तर्हि स्पूर्ज् इति अस्ति न न स्पन्द् इति समापयतु स्पन्द् स्पन्द्य इत्यस्मिन् इत्यस्यां स्थितौ स्प स्पन्द्य इति भवति स्प स्प इन्द्य इति भवति अनन्तरम् अभ्यासकार्यम् अभ्यासकार्यं किम् इत्युक्ते तत्र हलादिशेषः तस्य अपवादत्वेन षर्पूर्वः खयः आगत्य कार्यं करोति प्रथम स्प इत्यस्मिन् कर्पूर्वः षर्पूर्वः खैवर्णः पकारः तेन सः एव शेषः भवति तर्हि प स्पन्द्य इति भवति सत्यम् उत्तमम् उत्तमं बहु समीचीनमस्ति अस्तु अग्रे गच्छेम इदानीं राजेन्द्रमहोदय अग्रे वदतु स्पूर्ज आम् स्पूर्जुकि यङ्ग्लुकि अत्र स्पूर्ज तत्र भवति द्वित्वं भूत्वा अत्र अत्र स्पूर्ज् इति धातुः एकाच् अथवा अनेकाच् धातुः? एकाच् अस्ति. तर्हि एकाच् एकाच् अस्ति, तत् कुर्म समस्तधातुं स्वीकृत्य तत् द्वितं कुर्मः. स्पूर्ज् स्पूर्ज् तत् भवति. तदनन्तरं तत् पूर्वख्यायः तत् सूत्रेण तत्र सकारस्य स्फूर्ति किमर्थम् एकाच अस्ति अत्र, अनेकाच नास्ति वा? बहुवर्णाः सन्ति खलु अत्र. वर्णाः बहवः वर्णाः सन्ति, किन्तु तेषु कति अच् वर्णाः सन्ति? अच् अच् स्वरवर्णाः स्वरवर्णः एकः एव खलु? न उकारः सकारः पकारः रेफः जकारः इति चत्वारः वर्णाः, तत्र हल् वर्णः सत्यम् एकाच धातुः. रेफः वर्णः अस्तु अस्तु. स्पूर्ज् स्पूर्ज् स्पूर्ज् द्वित्वं भूत्वा द्वितं भवति. तदनन्तरं किमस्ति अत्र शपूर्वाखायः, अत्र शपूर्वा अस्ति, अत्र सकारः अस्ति. तदनन्तरं खायवर्णः अस्ति पकारः. तत् तेन सूत्रेण सकारस्य अपि च पू अनन्तरं यः रेफः जकारः अस्ति तस्य अपि लोपः भवति. तत् पू स्पूर्ज् भवति अन्ततो गत्वा तत्र अवशिष्यते. अपि च यङन्तदातु यङन्तदातु अस्ति अत्र स्पूर्ज् स्पूर्ज् स्पूर्ज् स्पूर्ज् अनेकाश धातुः अस्ति. इदानीं इदानीम् अत्र अनेकाश धातुः कः? स्पूर्ज् यकारः अस्ति, यङन्त अस्ति. स्पूर्ज्य स्पूर्ज्य आम् आं महोदय आं क्षम्यतां. स्पूर्ज स्पूर्ज तत् अनेकाच् धातुः अस्ति, तत् कारणात् तत्र प्रथम एकाच् भागस्य एव स्वीकरणीयं. तद् स्वीकुर्मः स्पू स्पूर्ज्य अत्र अनन्तरं क्षयपूर् अत्र केन सिद्धान्तेन तथा कृतमस्ति अत्र महोदय? अत्र अज् अजिनं व्यञ्जनं यः अस्माकं सिद्धान्तः आसीत् अजिनं व्यञ्जनं परेण संयोज्यम्. अत्र अजिनं व्यञ्जनं किम्? अजिनं यकारः यः अन्ते आसीत्. यकारः इति वा? यकार उत्तरवर्ति अकारः अस्ति. तर्हि अजिनं नास्ति खलु? अच्हीनः नास्ति खलु? अचः अस्ति खलु अकारः? तर्हि अच्हीनं नास्ति अत्र. भवान् यद् सत्यं भवति खलु सत्यं किञ्चित् बोधयतु महोदय, किमर्थं तथा? अत्र अन्तिम हल् वर्णः जकारः तस्य परे अच् वर्णः नास्ति इत्यस्मात् कारणात् सः एव अजिहीनः इति उच्यते. सत्यं सत्यं. दण्डः अस्ति खलु? अतः अतः वयं तत्र स्पूर्ज् स्पूर्ज् या इति कुर्मः चेत् तत्र स च जकारः अजिहीनः तिष्ठति, अतः तथा न कुर्यात्. तत्कारणात् तत्र स्पू एव स्वीकरणीयं. स्पू स्पूर्ज् येन किं स्यात् नाम अजिहीनं व्यञ्जनं परेण संयोज्यं, तर्हि केन सह तत्र संयोजनम् अस्ति जकार इति व्यञ्जनं केन सह? यकारस्य यकारेण सह अस्तु तर्हि स्पू अपि च ऋज्यं स्फूर्ज अत्र षर्पूर्वाखयः सूत्रेण अत्र सकारस्य लोपः भवति पू स्फूर्ज्य रूपम् आगच्छति निष्पद्यते किं भवति सत्यं सत्यं पू स्फूर्ज्य कः महोदय क्षमता अभ्यासः कः अभ्यासं किम् अभ्यासः पू अभ्यस्तं पू स्फूर्ज एवं वा अभ्यासं किम् अभ्यस्तं पू स्फूर्ज नूतनसमाचारः नूतनपद्धतिः इति वा भवत्या भवतः न महोदय अत्र यः अभ्यासभागः अस्ति तदनन्तरं यः द्वितीयभागः अस्ति तत् मिलित्वा अभ्याससञ्ज्ञक् भवति एवं नास्ति वा न यस्य द्वित्वं तस्य समुदाय अस्तु महोदय द्वित्वं तु कस्य द्वित्वं जातं द्वित्वं जातं तस्य द्विवारं न स्पु अस्तु अस्तु अहं चिन्तयामि तदनन्तरं षर्पूर्वाख्याया सूत्रं कार्यं करोति तर्हि अभ्यस्तं किम् अभ्यस्तं किं स्पु स्पु सत्यं सत्यं बहु समीचीनम् अस्ति अस्तु अग्रे गच्छेम तर्हि पुष्पा भगिनी वदति वा जि एकः प्रश्नः अत्र किञ्चित् प्रतिपादनं करोति वा जि एतत् अज्जि अज्जीणं व्यञ्जनं परेण संयोजनम् इति महाभाष्यवचनम् अस्ति खलु एतत् किञ्चित् प्रतिपादनं करोति जि अच्छिहीनः इति सम्यक्तया तत्र अस्ति एव अनन्तरं हल् वर्णः अतः तस्मात् परः यः आकारः एतत् किञ्चित् उदाहरणरूपेण वक्तुं चेत् मनसि तिष्ठति इति मम चिन्तनं नाम संक्षेपेण वदामः चेत् यः कोऽपि हल् वर्णः यस्य अन्ते दण्डः अस्ति यथा स्पर् ददातुः तत्र धकारः अजीर्णवर् व्यञ्जनमस्ति ध स्पन्द तत्र दकारे दण्डः अस्ति खलु अथवा स्पूर्ज् जकारे दण्डः अस्ति स्तम्भ भकारे दण्डः अस्ति स च भकारः एकाकी न स्यात् स्खल् अपि तथा लकारः स्पश् तालविषकारः स्थिग् घकारः यत्र दण्डः अस्ति अस्य सिद्धान्तस्य हलन्त् इति हिन्दीभाषया यत् वदामः हलन्त् वस्तुतः दण्डः एव हलन्त् नास्ति दण्डः एव अस्ति नाम तत्र लकारस्य अन्ते यत् चिह्नमस्ति खलु लकारस्य अनन्तरं लकारस्य अनन्तरं अच् वर्णः नास्ति इति कारणतः तत्र दण्डः इति दातव्यः लकारे दण्डः षकारे दण्डः घकारे दण्डः रेफे दण्डः इति कृत्वा एते वर्णाः सर्वे अजहीनव्यञ्जनानि अतः तानि एकाकी न स्युः अस्तु अस्तु तर्हि अग्रे गच्छेम इदानीं स्तम्भ इति कः वदति मया न भगिनी वदति वा प्रयत्नं करोमि भवती स्तम्भ इति न स्तम्भ हा अत्र स्तम्भ्या अस्तु यङ्ग्लुकि वदति वा यङ्ग्लुकि यङ्ग्लुकि वदति वा यङ्ग्लुकि स्तम्भं अत्र तादृशद्वित्वं किमर्थं कृतमस्ति सत्यमेव नाम नाम एकात् धातुः अस्ति इति कृत्वा सम्पूर्णधातोः द्वित्वं परे तु स्तम् आगच्छति अभ्यासस्य कार्यं कृत्वा किमिति स्तम्भस्तम् अनन्तरम् अभ्यासकार्यं किं सूत्रम् अभ्यासकार्यं तस्तं तत्तु सपूर्वकया सत्यं तस्तम्ब हा सपूर्वकयः इति कृत्वा तस्तम्ब इदानीं यङन्त दातुम् अस्ति चेत् वदतु स्तम्भ्य स्तम्भ्यस्तम्भेति न स्तम्भ्यस्तम्भेति न स्तम्भ्य न कस्य द्वित्वं भवति पूर्वस्य स्तम्भ्य इति तत्र अनेकाश् धातुः अस्ति अतः अधीनं व्यञ्जनं परेण संयोज्यमिति सिद्धान्तः तत्तु इति आगच्छति यकारस्य लोपः भवति लोपः न लोपः इति न भवति सन्ध्या भगिनी किञ्चित् सहायं करोति वा कथं चिन्तनमस्ति अत्र स्तम्भयोगः य इत्यत्र स्तम्भ्य इति अस्ति तदानीं द्वित्वम् इति तत्र अधीनं व्यञ्जनं परेण संयोज्यम् इति सिद्धान्तं स्वीकृत्य तत्र केवलं तत्र स्त इति भागस्य द्वित्वं भवति तर्हि स्त स्तम्भ्य इति तस्मिन् तत्र स्त इति प्रथमस्त यः अस्ति सः अभ्यासः स्त इति अभ्यस्तम् इदानीम् अभ्यासः स्त इति अस्ति तस्मिन् षट्पूर्वः खयः इत्यनेन सकारस्य लोपः भवति त अवशिष्यते तर्हि तस्तम्भ्य इति यङन्तधातुः उत्तमं बहु समीचीनमस्ति बहु सम्यक् अस्ति भूषभगिनी अवगतवती अस्तु अभ्यासः बहु सम्यक् इति अहं मन्ये समयः जातः सर्वे कृपया शृण्वन्तु एकवारं तत्र स्वस्वगृहे एतादृशम् अभ्यासं कुर्वन्तु एवं कृत्वा अस्माकं तत्र सोपानद्वयमस्ति एकमस्ति द्वित्वं तत्र प्रथमतया द्रष्टव्यमस्ति धातुः एकाच् अस्ति वा अथवा अनेकाच् अस्ति वा एकाच् अस्ति चेत् सम्पूर्ण नाम हलादिः अस्ति वा चेदपि अजादिः अस्ति चेदपि एकाच् धातुः अस्ति चेत् तत्र सम्पूर्णधातोः द्वित्वं तावदेव अनेकाच् धातुः अस्ति चेत् तदानीं चिन्तनीयमस्ति तत्र औपदेशिकधातुः अस्ति वा आतिदेशिकधातुः अस्ति वा अनन्तरम् अजीनं व्यञ्जनम् इति स्वीकुर्मः चेत् तादृश तदनुसृत्य कर्तव्यमस्ति अस्तु इति कृत्वा तादृशं चिन्तनं कृपया कृत्वा अग्रिमे सप्ताहे इतः अग्रे सरेम धन्यवादः सर्वेषां नमस्कारः धन्यवादः धन्यवादः नमस्कारः